अस्तु, तर्हि अत्र शत्रन्तरूपाणाम् अभ्यासः प्रवर्तमानः अस्ति अत्र च. अस्तु, सुब्रह्मण्यं महोदय तत्र बहिः अस्ति चेदपि किञ्चित् वक्तुं शक्नोति वा, नाम तत्र स्मारणार्थं पुल्लिङ्गे रूपाणि कथं साधयन्ति इति? आं महोदय, वदामि. अत्र प्रथमं पुल्लिङ्गे गच्छति स्वीकुर्मः. गच्छति इति गम् धातुः, तस्य प्रथमपुरुष बहुवचनलट्लकारः अस्ति गच्छन्ति. तस्मात् अन्तिम तकारः इकारः ति निष्कासयामः, गच्छन् इति अवशिष्यते. अत्र गच्छन् प्रथमपुरुष पुल्लिङ्गे प्रथमाविभक्ति एकवचन शत्रन्तरूपं भवति. प्रातिपदिकम् अथवा मूलरूपं तु गच्छत् इति भवति अत्र. गच्छन् तत्र कुत्र पर्यन्तं नुमागमः तिष्ठति इति वा? अत्र प्रथमपञ्चस्थलेषु इत्युक्ते प्रथमाविभक्तौ एकवचने द्विवचने बहुवचने, द्वितीयाविभक्तौ एकवचने द्विवचने च अत्र नकारः तिष्ठति. अन्येषु स्थलेषु नकारः न तिष्ठति. अस्तु, समीचीनमस्ति. अनन्तरम् इतः अग्रे स्त्रीलिङ्गे कीदृशी व्यवस्था अस्ति इति सञ्जीवमहोदय किञ्चित् स्मारयति वा? अस्ति वा महोदय? आम् आम्, गच्छन् पुल्लिङ्गरूपस्य गच्छन्नेव अस्ति, तत् तत्रैव ति इति योजयित्वा गच्छन्ति इति रूपं भवति. प्रथमगणीय चतुर्थगणीय तथा दशमगणीय धातूनां षष्ठगणीयधातूनां कृते विकल्पेन नकारः गच्छति, यथा लिखधातोः लिखन्ति तथा लिखति इति रूपद्वयं भवति. तत् दीर्घ इकारान्त लिखन्ति अथवा गच्छति गच्छन्ति इति इत्यादयः रूपाणि भवन्ति. तत् दीर्घ इकारान्त नदी शब्दवत् रूपाणि भवन्ति. हा, अपि च अत्र मीना भगिनी वदतु, तर्हि अत्र एतावता गच्छन् इत्यस्मिन् तत्र तकारे दीर्घीकारः इति कश्चन भागः संयुज्यते इति कृत्वा गच्छन्ति इति अस्ति. तत्र कुत्रचित् अयं नुमागमः विकल्पेन भवति, तत्र तुदादिगणे इति षष्ठे गणे तत्र लिखधातुः चल् धातुः भवधातवः सन्ति, ये धातवः तुदादिगणे सन्ति तेषां विकल्पेन इति जानीमः. कथं निर्णयं कर्तुं शक्नुमः यत् सामान्यरूपेण सामान्यचिन्तनेन नुमागमः भवति न वा इति श्रियां कथं जानीमः? धातुरूप लट्लकाररूपस्य प्रथमपुरुषस्य एकवचनरूपमस्ति गच्छति इत्यस्य गच्छति. ति इत्यस्य पूर्वम् अकारः अस्ति, ह्रस्व अकारः अस्ति. ह्रस्व अकारः अस्ति चेत् नकारः शत्रन्तरूपे अस्ति. ह्रस्व अकारः नास्ति चेत् शत्रन्तु श्रीलिङ्गरूपे नकारः न तिष्ठति. यथा उदाहरणार्थं क्रीणाति इति रूपमस्ति, ति इत्यस्य पूर्वं दीर्घ अकारः अस्ति, आ अस्ति, अतः क्रीणति इति भवति, क्रीणन्ति इति न भवति. तदैव रुदति इति भवति, रुदन्ति न भवति. तत्र आपदातोः आपदातोः आप्नोति इति प्रथमपुरुषे एकवचनरूपमस्ति. ति भागस्य पूर्वम् ओकारः अस्ति, अतः आप्नुवति भवति, आप्नुवन्ति न भवति, आप्नुवती एव भवति. समीचीनम्. अतः रुद् धातुः भवती उक्तवती, रुद् धातोः उदाहरणं कथं भवति इति. रुद् धातुः तत्र किञ्चित् बहु काठिन्यं तु नास्ति, किन्तु अदादिगणि अस्ति. कः वदति? पुष्पाभगिनी जानाति वा रुद् धातुः कथमस्ति? पुल्लिङ्गे स्त्रीलिङ्गे इत्यादिकं. हरि ओम्. अन्ये विलम्बेन के आगतवन्तः? श्रीनिवासमहोदय. अन्य कोऽपि वा? नताशा भगिनी, पद्मा भगिनी, अन्य कोऽपि वा? अस्तु, रुद् धातुः कथमस्ति पुल्लिङ्गे? प्रथमतया पुल्लिङ्गे कथं चिन्तनमस्ति? श्रीनिवासमहोदय वदति वा? रुद् धातु लट् लकारस्य बहुवचनरूपं रुदन्ति अस्ति महोदय. त्यक्त्वा रुदन् पुल्लिङ्गशत्रन्तरूपमस्ति. हा, रुदन्. हा, इदानीं ततः अग्रे स्त्रीलिङ्गे कथं चिन्तनमस्ति इति नताशा भगिनी वदति वा? अहं न जानामि महोदय. अन्य कोऽपि? श्रुता भगिनी वदति वा? स्त्रीलिङ्ग् अस्तु, प्रथमपुरुष बहुवचने रुदन्ति. वयं टी निष्कासयामः, टी नियोजामः, किन्तु प्रथमपुरुषः प्रथमपुरुषः लट् लकारे एकवचने रोदति अस्ति. किमस्ति? किमस्ति रोदति? कथमस्ति? कः वदति तत्र? सुब्रह्मण्यं महोदय तत्र. अत्र रोदिति अस्ति महोदय, रोदिति. ओ, रोदिति, रोदिति अस्ति, रोदिति अस्ति चेत् ति भगस्य पूर्वं ऋस्व इ अस्ति, अस्ति तर्हि रुदति भवति, न न न न निष्कासयामः. तर्हि पुल्लिङ्गे रुदन्, स्त्रीलिङ्गे रुदति इति भवति. तत्र केचन धातवः सन्ति अदादिगणे, यथा रोदिति, स्वपिति. अत्र रुदति, रुदति अस्ति स्त्रीलिङ्ग, रुदति. अस्तु अस्तु इति अस्ति. इदानीं कश्चन अन्यप्रश्नः अस्ति यत् अत्र बालकः भोजनं खादन् वदति इति, तत् इति इत्यादिषु रूपेषु तत्र यत्र शत्रन्तरूपमस्ति स च तच्च शत्रन्तरूपमस्ति कर्त्र्यर्थे अथवा कर्मणि अर्थे, कः वदति? कर्तरिकर्मणि वा इति नरेशमहोदय वदति वा? बालकः खादति वदति, बालकः खादन् वदति. समीचीनम्. अत्र खादन् वदति इति खादन् इति कर्त्रार्थे अस्ति वा अथवा कर्मणि अर्थे अस्ति? कर्त्री अस्ति. हा, अत्र कर्त्रार्थकः शत्रुप्रत्ययः अस्ति. कर्मणि अर्थे भवति वा सञ्जीवमहोदय? नरेशमहोदय वदतु तर्हि. कर्मणि प्रयोगे बालकेन न जानामि. सञ्जीवमहोदय? आम् महोदय. कर्तरि अस्ति अत्र. कर्तरि अस्ति, बालकः खादन् वदति. कर्मणि अर्थे खादता बालकेन इति भवति. विशेषणमस्ति तत् विशेष्य खादता बालकेन. अत्र कर्तरि अर्थे अथवा कर्मणि अर्थे अस्ति? कर्तरि अर्थे. कर्मणि अर्थे वस्तुतः शत्रुप्रत्ययः कर्तरि अर्थे एव भवति, कर्मणि अर्थे नास्ति एव इति बोधः अस्ति. कर्मणि अर्थे न भवति इति अस्माभिः अवगन्तव्यमस्ति. अग्रे उच्यमानः शानच् प्रत्ययः कर्तरि अर्थे अपि अस्ति, कर्मणि अर्थे अस्ति. कुर्वाणः क्रियमाणः एतत् सर्वं भवति. कर्तरि अर्थे अपि अस्ति, कर्मणि अर्थे अस्ति. शत्रुप्रत्ययः नित्यं कर्तृर्थकः अस्ति. अस्तु, समीचीनमस्ति. इदानीं कथा अस्ति. अष्टपञ्चाशदधिकशततमे पुटे काचन कथा अस्ति, तां कथां पठेम. कथा अस्ति. नताशा भगिनी आरब्धुम् इच्छति वा? कुर्वन् अपि न लिप्यते, उच्चैः पठत् अवगच्छत्. कुन्ती द्रौपदी उच्चैः पठत् अवगच्छत्. कुन्ती द्रौपदी कृष्णः भीमः धर्मजः अर्जुनः नकुलसहदेवौ अन्यै च. कुन्ती वत्स कृष्ण भवान् इदानीं संस्कृतवर्गः अस्ति, हिन्दी न. अष्टपञ्चाशदधिकशततमीभूते. धन्यवादः. आरम्भे एव वत्स कृष्ण भवान् अस्मदर्थे अस्माकम् आपदां निवारणार्थे कियत् कष्टम् अनुभवन् अस्ति. कृष्णः तर्हि अत्र अस्य अर्थः कः? कुन्ती वदति कृष्ण भवान् अस्मत् अर्थे अस्माकम् अस्मत् अर्थे न इत्युक्ते आं अस्मत् इत्युक्ते अहं अस्मदर्थे अस्माकम् आपदाम् अस्मदर्थे अन्य कोऽपि अभिनवमहोदय तत्र अभिनवमहोदय वदति वा अस्मदर्थे इत्युक्ते किम् महोदय अहं बहिः अस्मि कोलाहलः बहिः तु अस्ति किन्तु अस्मदार्थे तत् भवान् अपि शृण्वन् अस्ति खलु शृणोति खलु भवान् अस्मदार्थे अस्माकम् आपदां निवारणार्थे कियत् कष्टम् अनुभवन् अस्ति तर्हि अस्मदार्थे इति अस्य अर्थः कः मम तीरे पुस्तकं नास्ति महोदय किन्तु कर्णः अस्ति वा न वा आम् नाम शृणोति खलु तर्हि भवान् अस्मदर्थे अस्माकम् आपदां निवारणार्थे कियत् कष्टम् अनुभवान् अस्ति अस्मदर्थे इत्युक्ते किं साहाय्यं न करोति वा अस्मदर्थे महोदय अहं अस्मत् शब्दः प्रातिपदिकं प्रातिपदिकम् अस्ति सत्यं वस्तुतः तत्र अत्र समासः अस्ति अतः प्रथमशब्दः समासे पूर्वशब्दः प्रातिपदिकरूपेण तिष्ठति अतः बहुवचन अस्मद् अत्र अस्मद् इति अहम् इति अस्य प्रतिनिधिः वा अहं महोदय नाम तत्र अस्मदार्थे अस्मदार्थे इत्यस्य तत्र विच्छेदः नाम तत्र विग्रहवाक्यं किं पृथक्तया वदामश्चेत् तत्र कथमस्ति त्वं त्वं कुत्र अस्ति न न न त्वं भवान् वयं न आवाम् अत्र कः सहायं करोति अत्र महोदय अत्र अस्माकम् अर्थे अस्माकं कृते इति अर्थः समीचीनम् अत्र षष्टिविभक्तिः लुप्ता अत्र बहुवचनार्थे अस्ति अस्मद् शब्दः नाम एकवचने द्विवचने बहुवचने एतत् सर्वं भवति खलु सप्तसु विभक्तिषु तर्हि अहम् आवां वयम् इत्यादीनि रूपाणि भवन्ति अत्र षष्टिविभक्तौ अस्माकं बहुवचने अस्माकं कृते इत्यस्मिन् अर्थे अस्मदर्थे अस्माकं कृते दास्य भगिनी अग्रे भवान् अस्माकम् आपदाम् अस्माकं अस्मत् पदस्य षष्टिविभक्ति बहुवचनं अस्माकम् आपदां निवारण अर्थे निवारणार्थे कियत् कष्टम् अनुभवन् अस्ति आपदाम् इति अस्य रूपं किम् आपदां तृतीया महोदय का विभक्तिः वचनं किं बहुवचनं द्वितीया द्वितीयविभक्तिः आम् महोदय तृतीयविभक्ति षष्टिविभक्ति आपदाम् आं षष्टि हा तत्र आपत् आपत् कथं भवति आपत् शब्दः कथं रूपाणि प्रथमविभक्तौ द्वितीयविभक्तौ आपद् तकारान्त आपदः आपदौ आपदे आपदः इति कथमस्ति अत्र अत्र अजन्तशब्दः अस्ति अथवा हलन्तशब्दः दकारान्त हलन्तशब्दः हा तर्हि हलन्तशब्दः अस्ति प्रथमविभक्तौ कथं रूपं भवति आपद् आपद् आपदे आपदानि न अत्र नपुंसकलिङ्गे अस्ति वा नपुंसकलिङ्ग महोदय अथवा अथवा पुल्लिङ्ग वा नपुंसकलिङ्गशब्दः नास्ति इति मन्ये पुल्लिङ्ग अस्ति सहृद् पुल्लिङ्ग अस्ति नाम स्त्रीलिङ्गशब्द आपदे आपदा न न न सञ्जय महोदय तत्र किञ्चित् साहाय्यं करोतु कृपि सञ्जीव महोदय आपदे आपदः इति मन्ये न तत्र नास्ति आपत् आपदौ आपदः इति अस्ति आपत् आपदौ आपदः आपत् आपत् आपदौ आपदः यथा मरुत् मरुत् मरुत् मरुतौ मरुतः मरुत्वं मरुतौ मरुतं विद्यन्ते अस्तु तर्हि षष्टिविभक्ति बहुवचने आपदां भगिनी नताशा भगिनी अग्रे महोदय तकारान्त् वा दकारान्त् अस्ति तकारे अपि भवति तकार दकारे अपि भवति उभयत्र भवति तकारात् अपि अस्ति दकारात् अपि अस्ति अग्रे गच्छामः महोदय आपदां निवारणार्थे निवारण अर्थे अथवा निवारणकृते कियत् कष्टम् अनुभवन् अस्ति कियत् स्पष्टं स्यात् काठिन्यम् अनुभवन् अस्ति अत्र अत्र अनुभवन् अस्ति इति तादृशप्रयोगः वस्तुतः शास्त्रीयप्रयोगः नास्ति शास्त्रीयप्रयोगः नास्ति शत्रुप्रत्ययस्य तत्र समानकाले अनुभवन् गच्छति अनुभवन् खादति अनुभवन् शृणोति इत्यादिकं भवति नाम समानकाले यदा धातुद्वयमस्ति क्रियाद्वयमस्ति तदानीं भवति अथवा तत्र नाम तादृशप्रयोगः अस्ति प्रथमाविभक्तौ कस्यचित् विशेषणं भवति चेत् समीचीनं किन्तु अत्र भवान् अनुभवन् अस्ति इति वस्तुतः शास्त्रीयप्रयोगः नास्ति तथापि समाजे संस्कृतभारत्यां च उपयुज्यते कथञ्चित् अत्र अस्मिन् विषये महती चर्चा अस्ति तथापि अस्तु नाम अस्माकं सामान्यभ्यासः तथा न स्यात् एषः प्रयोगः दोषपूर्णः अस्ति महोदय अस्ति इति न प्रयोगः करणीयः इति मया उक्तम् इदानीं न वा शास्त्रीयप्रयोगः नास्ति, तत्र पाणिनीयसूत्रेण न भवति इति इदानीमेव मया उक्तं। तत्र न करणीयः इति इदानीम् उक्तं मया, यत् अस्माकं चिन्तनं तत्र अस्माकम् अभ्यासः तथा न स्यात्। किन्तु श्रूयते तादृशप्रत्रैव तत्र पुस्तके अस्ति, समीचीनमिति न इति तु न वदामि, किन्तु संस्कृतभारत्यां श्रूयते तावदेव वदामि। शास्त्रीयप्रयोगः नास्ति, पाणिनिसूत्रेण दोषः अपि अस्ति, किन्तु श्रूयते। महती चर्चा भवति यत् कथञ्चित् साधयितुं शक्नुमः, इदानीम् अयं विषयः मास्तु। तावदेव वक्तुम् इष्टवान् यत् पाणिनिसूत्रेण अयं प्रयोगः दोषपूर्णः, किन्तु समाजे श्रूयते, जनाः वदन्ति कियत् कष्टम् अनुभवन् अस्ति इति। तादृशम् अहं तु न वदामि, किन्तु केचन बहवः जनाः वदन्ति, तावदेव वदामि, अनुभवन् अस्ति, अनुभवन् गच्छति, अनुभवन् खादति, तादृशं तु समीचीनं समर्थितमस्ति सूत्रेण। अस्तु, द्वितीयपङ्क्तिः, सन्ध्याभगिनी अग्रे। भगिनी अस्ति वा? सन्ध्या भगिनी, हरि ओम्। अग्रे। कृष्णः पितृश्वसः भवति यावत् वात्सल्यं दर्शयन्ति अस्ति तावतः वात्सल्यस्य फलम् अनुभवन्तः वयं यत् किञ्चित् कुर्मः तत्र किं नाम कष्टम्। तर्हि अत्र पितृश्वसः, अत्र प्रातिपदिकं किम् इति मीना भगिनी वदतु। पितृश्वसः मूलरूपं प्रातिपदिकं पितृश्वसस्। न न न नरेश महोदय वदति वा? पितुः भगिनी, हा इति अर्थः, पितुः, हा पितुः भगिनी। अत्र मूल शब्दस्य मूलरूपं किं प्रातिपदिकम्? अन्य कोऽपि? हा पितृश्वस्। न, रजनेश महोदय वदति, अन्य कोऽपि वदति वा? पितृश्वश्रु महोदय, हा पुनः वदतु। पितृश्वश्रु, हा इति अस्ति, पितृश्वश्र इति अस्ति, पितृश्वश्र इति अस्ति, श्वश्र ऋकारान्तशब्दः अस्ति, पितुः भगिनी इति अर्थः। अत्र सम्बोधनरूपमस्ति, पितः मातः पितृश्वसः। अस्तु, सन्ध्या भगिनी अग्रे, पितृश्वसः। भवती यावत् वात्सल्यं दर्शयन्ति अस्ति तावतः वात्सल्यस्य फलम् अनुभवन्तः वयं यत् किञ्चित् कुर्मः। भवती नाम का? कुन्ती। भवती अत्र अग्रे किमस्ति? यावत् वात्सल्यं, वात्सल्यं जानाति वा? करुणा, प्रीति। हा हा समीचीनं, वात्सल्यं अग्रे दर्शयन्ति दर्शयन्ति अस्ति वात्सल्यं दर्शयन्ति अस्ति अत्र अस्य अर्थः कः भवति यावत् वात्सल्यं दर्शयन्ति अस्ति दर्शयति इति जानाति खलु दर्शयति आम् अवगच्छामि नाम दर्शयति इति पश्यति दृष्धातोः पश्यति इति लट्लकारस्य तत्र निजन्तरूपम् अस्ति प्रेरणार्थे दर्शयति पश्यति दर्शयति पठति पाठयति लिखति लेखयति अत्र शृणोति श्रावयति पठति पाठयति पश्यति दर्शयति इति अस्ति नाम पश्यति इत्युक्ते टु सी दर्शयति इत्युक्ते टु शो टु शो जानाति खलु आमाम् अवगच्छामि अत्र अत्र वस्तुतः यथा वयं अत्र अनुभवन् अस्ति दर्शयन्ती अस्ति इत्यादि तत्र प्रयोगः यथा वयं वदामः पाणिनीयसूत्रेण दोषपूर्णप्रयोगः अस्ति वस्तुतः किन्तु यतोहि तत्र शास्त्रीयरीत्या किं वक्तव्यमस्ति लट्लकारे लट्लकारस्य यत् पश्यति गच्छति चिन्तयति लट्लकारस्य बहवः अर्थाः सन्ति नाम तत्र आङ्ग्लभाषया अत्र वार्ताकार इति संक्षिप्तरूपेण वदामि आङ्ग्लभाषया यथा वयं वदामः ऐ गो अथवा ऐ एम् गोयिङ्ग् तत्र भेदः अस्ति न वा भेदः अस्ति न वा अस्ति तत्र तत्र ऐ गो इत्युक्ते प्रतिदिनं यत् करोमि ऐ गो इति तत्र विशिष्टसमयः नास्ति प्रतिदिनम् ऐ गो टु स्कूल् प्रतिदिनं किन्तु ऐ एम् गोयिङ्ग् इत्युक्ते अस्मिन्नेव काले अस्मिन् क्षणे खलु अस्मिन् क्षणे ऐ एम् गोयिङ्ग् इत्युक्ते यत्र ऐ एन् जि अस्ति खलु तस्मिन् क्षणे क्रिया प्रवर्तमाना अस्ति किन्तु ऐ गो इत्युक्ते प्रतिदिनम् अस्ति नित्यक्रिया बुद्धं खलु हरि ओम् स्पष्टमस्ति तर्हि अत्र किन्तु संस्कृतभाषायां ऐ गो ऐ एम् गोयिङ्ग् द्वयमपि लट्लकारेण प्रकटीक्रियते लट्लकारः अहं गच्छामि अहं गच्छामि इत्यस्य अर्थद्वयं केवलम् अर्थद्वयं न किन्तु अत्र अवगमनार्थं वदामि अर्थद्वयम् ऐ गो अपि च प्रतिदिनम् अहं गच्छामि प्रतिदिनम् अहं पाठशालां गच्छामि अपि च इदानीं गच्छामि इदानीमेव पाठशालां गच्छामि इति ऐ गो ऐ एम् गोयिङ्ग् अर्थद्वयमपि अन्तर्भूतं भवति तत्र गच्छति इत्यस्मिन् किन्तु नाम प्रादेशिकभाषासु भारतीयप्रादेशिकभाषासु तथा नास्ति कन्नडभाषायां तत्र हिन्दीभाषायां बङ्ग्लभाषायां या कापि भाषा भवतु तत्र भेदः अस्ति ऐ एन् जि अपि च प्रतिदिनं द्वयोः भेदः अस्ति प्रादेशिकभाषासु तस्य प्रकटीकरणार्थं जनानां मनसि इच्छा उत्पद्यते यत् तत्र अपि संस्कृतभाषायां भेदः स्यात् तस्य प्रकटीकरणार्थं तादृश तत्र अनुभवन् अस्ति दर्शयन्ती अस्ति प्रदर्शनार्थं यत् इदानीमेव क्रिया प्रवर्तमाना अस्ति नाम जनानां मनसि हृदये च तादृशी इच्छा अस्ति इति कृत्वा तादृशवदनशैली जाता पाणिनीयसूत्रेण न समर्थितं प्रयोगः न समर्थितः अस्ति किन्तु तथापि इच्छा अस्ति जनाः वदन्ति कथञ्चित् साधयितुं प्रयत्नः महान् प्रयत्नः भवति. अतः अवगच्छन्तु, नाम भवति यावत् वात्सल्यं दर्शयन्ती अस्ति, तत्र ING इति इष्टः अर्थः. वस्तुतः दर्शयति इति पर्याप्तमासीत्, भवति यावत् वात्सल्यं दर्शयति. नाम तत्र सन्दर्भवशात् संस्कृतभाषायाः तत्र प्रशस्तः प्रयोगः, शास्त्रीयप्रयोगः, परम्परागतः प्रयोगः इति सन्दर्भवशात् वाक्यं दृष्ट्वा वयम् अवगच्छामः अत्र ING इति इत्यस्मिन् अर्थे अस्ति लट्लकारः. भवति यावत् वात्सल्यं दर्शयति इति पर्याप्तमासीत्, किन्तु यतोहि जनानां तादृश अभ्यासः नास्ति प्रादेशिकभाषासु, अतः प्रादेशिकभाषासु अतः तत्र दर्शयन्ती अस्ति इति प्रयोगः. बुद्धं भवति यावत् वात्सल्यं प्रदर्शयन्ती अस्ति इति तादृश अर्थः, तादृशी इच्छा अस्ति. कोऽपि प्रश्नः वा? नाम तस्य मूलकारणम् इदानीं मया उक्तं, किमर्थं तथा जातमस्ति, दर्शयन्ती अस्ति. अस्तु, सन्ध्या भगिनी अग्रे. तत्र किं नाम कुत्र अस्ति तावतः? ओ क्षम्यताम्, तावतः वात्सल्यस्य फलम् अनुभवन्तः वयं यत् किञ्चित् कुर्मः. तावतः इत्यस्य का विभक्तिः, किं वचनम्? प्रथमा नास्ति वा? षष्टि? ओ षष्टि, षष्टि अस्ति वा? वात्सल्यस्य षष्टि अपि. हा, तत्र विशेषेण विशेष्य भावः. तावतः वात्सल्यस्य, अत्र तावतः इत्यस्य मूलरूपं किं प्रातिपदिकम्? तावत् यथा भवत्, भवत् इत्यस्य षष्टि एकवचनान्तरूपम् अस्ति किम्? भवतः. भवतः नाम किं? भवतः, भवतः, अत्र तावतः तावत् तादृशमस्ति. तावतः वात्सल्यस्य नाम तावत् वात्सल्यम् इत्यस्य, तावत् वात्सल्यम् इत्यस्य इत्यस्मिन् अर्थे तावतः वात्सल्यस्य. अग्रे वात्सल्यस्य फलम् अनुभवन्तः वयं यत् किञ्चित् कुर्मः. अनुभवन्तः, तत्र का विभक्तिः, किं वचनं? तदपि षष्टि. अजय महोदय, किं वदति भवान्? पुष्पा भगिनी प्रतिवारं भवती मा आगच्छतु, तत्र अन्य कोऽपि. अजय महोदय वदतु. क्षम्यतां, पुनः एकवारं पृच्छतु. तत्र भवान् कुत्र अस्ति? गृहे अस्ति? गृहे अस्ति. अन्यत् कार्यं प्रवर्तमानमस्ति वा? अत्र मनः अत्रैव भवतु. तावतः वात्सल्यस्य फलम् अनुभवन्तः, अनुभवन्तः इत्यस्य का विभक्तिः, किं वचनम्? अनुभवन्तः प्रथमाविभक्ति बहुवचनम्. हा, समीचीनमस्ति. कथं जानीमः? अत्र अन्वयः कुत्र अस्ति? अन्वयः तत्र वाक्ये, तत्र संस्कृतभाषायां प्रत्येकं शब्दः तत्र सम्बन्धितः भवति, सम्बद्धः भवति केनचित् अन्यशब्देन सह. अत्र सम्बन्धः कुत्र अस्ति? um, दर्शयन्ती अनुभवन्तः दर्शयन्ती दर्शयन्ति अनुभवन्तः कथं दर्शयन्ति इत्यस्य वचनं विभक्तिः का दर्शयन्ति न न दर्शयन्ति एकवचनं शतान्तरूपं स्त्रीलिङ्गशतान्तरूपम् अस्ति हा हा तत्र लिङ्गं स्त्री अपि च वचनं एकम् एकवचनं दर्शयन्ति अत्र अनुभवन्तः लिङ्गं किम् अनुभवन्तः पुंलिङ्गं अतः अन्वयः तु नास्ति बहुवचने अस्ति पुल्लिङ्गस्य अन्वयः नास्ति खलु तर्हि अन्वयः कुत्र अस्ति पद्मा भगिनी वा तु वयं महोदय वयम् अनुभवन्तः हा बहु समीचीनमस्ति अत्र विशेषणविशेष्य भावः तावतः वात्सल्यस्य फलम् अत्र फलं कस्य कर्मपदमस्ति पद्मा भगिनी वदतु फलम् अत्र हा हा द्वितीयभक्तु अस्ति कस्य कर्मपदमस्ति वात्सल्यस्य फलम् वात्सल्यस्य तत्र षष्ठीविभक्तिः तत्र सम्बन्धः अस्ति वात्सल्यस्य फलं फलमिति शब्दः कस्य अस्मिन् वाक्ये कस्य कर्मपदं कर्मपदम् अत्र कृष्ण कुत्र कस्य नाम द्वितीयविभक्तौ अस्ति खलु भवती उक्तवती फलं किमर्थं द्वितीयविभक्तौ अस्ति कस्य कर्मपदम् अस्ति अहं वदामि महोदय मीना भगिनी वदतु अनुभवन्तः इत्यस्य कर्मपदमस्ति अनुभवन्तः शत्रन्तपदं विशेषणभावस्य अपि अस्ति क्रियापद रूपेण अपि उपयुक्तमस्ति हा समीचीनमस्ति अनुभवन्तः तत्र क्त्वान्तरूपं तुमुनन्तरूपं शत्रान्तरूपम् एतेषां कर्मपदं भवति अहं पाठशालां गन्तुम् इच्छामि नाम अत्र गन्तुम् इति क्रियापदं नास्ति नास्ति चेदपि क्रिया प्रकटीकृता अस्ति अनेन पदेन गन्तुम् अतः गन्तुमिति कर्मपदं भवति पाठशालां अथवा अहं पाठशालां गत्वा पठामि तर्हि गत्वा इत्यस्य कर्मपदमस्ति तत्र पाठशालां गन्तुम् इत्यस्य अपि गन्तुं गत्वा अथवा पाठशालां गच्छन् चिन्तयामि तत्र गच्छन् इत्यस्य अपि कर्मपदं पाठशालाम् अतः तत्र कर्मपदं तादृशं भवति यद्यपि नाम यद्यपि तिङन्तपदं क्रियापदं तादृशं नास्ति तथापि प्रकटीकृता अस्ति क्रिया इति कृत्वा तत्र कर्मपदत्वं भवति फलम् अनुभवन्तः वयं कर्तृपद न अनुभवन्तः वयं कर्तृपद न न अत्र अत्र विशेषणविशेषभावः अस्ति फलम् अनुभवन्तः वयम् अनुभवन्तः इति विशेषणम् अस्ति फल वयम् इति अस्य विशेषणविशेषभावः किन्तु अनुभवन्तः इति त्यजामश्चेत् फलं वयं तथा अन्वयः न भवति खलु वयम् अत्र वाक्यमस्ति वयं फलम् अनुभवामः वयं तावतः वात्सल्यस्य फलम् अनुभवामः इति वाक्यमस्ति तत् तस्य वाक्यस्य इदानीम् उपवाक्यत्वं नाम क्लास् इति अपेक्षितमस्ति. तद् तस्य साधनार्थं शत्रुप्रत्ययः उपयुक्तः. तावतः वात्सल्यस्य फलम् अनुभवन्तः वयम्. इदानीं बृहतः वाक्यस्य भागः जातः. किं वाक्यं? वयं तावतः वात्सल्यस्य फलम् अनुभवामः. इदानीं तावतः वात्सल्यस्य फलम् अनुभवन्तः वयम्. इदानीम् अग्रे किमपि भवतु, यत्किञ्चित् कुर्मः. अस्तु, वाक्यस्य अर्थः कः? इदानीम् अन्य कोऽपि वदतु वाक्यस्य अर्थः. सुब्रह्मण्यमहोदय, कृपया वदति वा? अत्र गृहे अस्ति वा? हा, गृहे अस्मि महोदय. इदानीं भवती यावत् वात्सल्यं दर्शयन्ती अस्ति, अत्र तु कृष्णः वदति कुन्तीम् उद्दिश्य, भवती यत्किमपि वात्सल्यं प्रदर्शयति तस्य वात्सल्यस्य फलं वयम् अनुभवामः यत्किमपि कार्यं कुर्मः. तत्र सम्बन्धः कः अस्ति? वयम् अनुभवामः यत्किञ्चित् कुर्मः, तत्र द्वयोः सम्बन्धः कः? यत्किञ्चित् कुर्मः इत्युक्ते अत्र किमपि कार्यं करोमि, अत्र वयं किमपि कार्यं कुर्मः तस्य फलितम् अनुभवामः. कस्य? इत्युक्ते अत्र कृष्णः यत्किमपि करोति तत्तु वात्सल्यपूर्वकमेव तस्य फलितं कुन्ती पाण्डवाः अनुभवन्ति इति. अत्र किमस्ति यत् यत्किमपि कृष्णः करोति, यत्किमपि कृष्णः करोति तस्मिन् कर्मणि तेषां वात्सल्यस्य फलम् अनुभवति इति वक्तव्यमस्ति. तस्मिन् तावतः वात्सल्यस्य फलम् अनुभवन्तः वयं यत्किञ्चित् कुर्मः तस्य करणेन भवतां वात्सल्यं तत्र वात्सल्यस्य फलम् अनुभवामः. नाम युगपत् एतत् सर्वं भवति. अस्तु, समीचीनमस्ति. अग्रिम शिल्पा भगिनी, तत्र किं नाम कष्टम्? तस्य अर्थः कः? कृष्णः वदति यत् किं कष्टमस्ति, तस्य अर्थः अस्ति कष्टं नास्ति. हा, सम्यक्. हा, तत्र किं नाम कष्टं? नाम कष्टं नास्ति तत्र. तत्र कष्टं कुत्र अस्ति? कुत्रापि नास्ति. हा, इति प्रकटीकरणार्थं तत्र किं नाम कष्टम्? अस्तु, अग्रे गच्छेम. पुष्पा भगिनी अग्रे महोदय भ्रातः द्रौपदी भ्रातः मम बाल्ये अहं भवन्तम् अल्पम् उपचरन्ती एकदा सेवितवती. अत्र अहं बाल पूर्णति पठतु एकवारं तेन तेन अल्पेन उपचारेण एव प्रसन्नो भवान् प्रसन्नः भवान् अस्मान् विशेषेण मां रक्षन् एव भवति. वयं सदा कृतज्ञाः भवतः विषये. अस्तु, अत्र बालिका अस्ति, अहं द्रौपदी तत्तु बाल्ये अस्तु अर्थं अहं बालिका अस्ति अल्पम् उपचरणं नाम बाल्ये इत्युक्ते बाल्यकाले यस्मिन् बाल्यकाले तत्र बाल्ये इत्युक्ते यदा अहं बालिका आसम् आसम् अस्तु महोदय आसम् तत्समये एकदा सेवितं कुर्वती उपचरति उपचरन्ति कृतवती. अत्र तेन विषयेण उपचारेण स्वं बहु प्रसन्नः अस्ति इति वा आसीत् आसीत् अस्मान् विशेषितः मां रक्षितवान् अत्र अस्मान् विशेषेण मां रक्षन् एव भवति. रक्षन् भवति इत्युक्ते किं रक्षन् भवति इति किम् उक्तमस्ति रक्षन् भवति रक्षितः अस्ति न रक्षितः न मया रक्षितं कुर्वतः न करोति कुर्वन् न कुर्वन् हा अत्र नाम मम प्रश्नः अस्ति रक्षन् भवति इति न कः कालः कः कालः प्रकटीकृतः पूर्वे न न पूर्वे न अत्र रक्षन् अत्र रक्षन् अत्र रक्षन् एव भवति. नरेशमहोदय किं वदति भवान् रक्षन् भवति वर्तमानकाले अत्र इदानीं रक्षन् भवति इति विशिष्टकालः उच्यते विशिष्टकालः रक्षन् भवति रक्षन् भवति इति यः तस्मात् कालात् इदानीं पर्यन्तं भवन् अस्ति नाम गोयिङ्ग् आन् टु टैम् रक्षन्नेव भवति रक्षन् नाम तस्मात् कालात् अद्य पर्यन्तं रक्षन् भवति भवान् मां नाम अत्र विशिष्ट अर्थः अस्ति रक्षन् भवति नाम अहं कार्यं कुर्वन् भवामि अहं कार्यं कुर्वन्नेव भवामि नाम ऐ विल् गो आन् डूयिङ्ग् वर्क् अथवा तत्र भवामि अथवा गच्छामि, अहं पठन् गच्छामि अथवा पठन् भवामि, द्वयोः प्रयोगः भवति अत्र महोदय. विशिष्ट यत्र शत्र यत् शृणोतु, यत्र शत्रन्तरूपम् अस्ति अनन्तरं भू धातु अथवा गम् धातुः, तत्र गोयिङ्ग् आन् इति तादृश अर्थः अस्ति. कण्टिन्यूयिङ्ग् नाम खादान् गच्छतु, खादान् भवतु, नाम समयः इदानीमपि अस्ति, नास्ति चिन्ता, त्वरा नास्ति, खादान् भवतु, गोवान् इति, खादान् गच्छतु, खादान् भवतु इति तादृश नाम विशिष्ट अर्थः अस्ति. यत्र शत्रन्तररूपमस्ति अनन्तरं भू धातु अथवा गम् धातुः. बुद्धम्? अस्तु महोदय. अस्मान् दोषं नास्ति, पाणिनि प्रकारे भवति दोषं नास्ति, रक्षन् भवति दोषं नास्ति. हा हा हा, नाम विशिष्ट अर्थः अस्ति समाजे, तादृशविशिष्ट अर्थः अस्ति. रक्षन् भवति, रक्षन् गच्छति, रक्षन् अस्ति, तत्र समस्या भवति. रक्षन् अस्ति, भवान् अस्मान् विशेषेण मां रक्षन् एव भवति. अस्तु, अर्थः स्पष्टः अस्ति. अस्तु, अग्रे पुष्पभगिनी. वयं सदा कृतज्ञाः भवतः विषये. अहं कृतज्ञतया दृश्यामि भवतं न. पुनः वदतु. कृतज्ञतया दृश्यामि भवतं. दृश्यामि नाम किं? दृश्यामि इति रूपं भवति वा? वयं दृश्यामः. अस्तु, दृश्यामः. वयं सदा कृतज्ञाः भवतः दृश्यामः. भवान् किं वक्तुमिच्छति? अत्र कृतज्ञाः पश्यामः इति वा? पश्यामः इति वा? अस्तु महोदय. कृतज्ञाः भवतः विषये. अत्र सम्यक्तया वदतु एकवारम् अस्य अर्थः कः. वयं सदा कृतज्ञाः भवतः विषये. भवतः विषये, तत्तु भवतः विषये, तत्तु सप्तमी विभक्ति, न विषये, सप्तमी विभक्ति. वयं कृतज्ञतया सदा कृतज्ञतया फीलिङ्ग् वयं कृतज्ञाः भवामः. वयं सदा कृतज्ञपूर्णाः भवामः इति तावदेव. कृतज्ञपूर्णाः भवामः. अस्तु, नरेश महोदय अग्रे. महोदय, एकः अस्ति. वदतु. अस्मान् अपि अस्ति, माम् अपि अस्ति. अस्मान् विशेषेण मां रक्षन् एव भवति. रक्षन् एव भवति स्पष्टमस्ति. अस्मान् रक्षन् एव भवति अपि अस्ति. माम् एकवचने अस्ति, अस्मान् बहुवचने अस्ति. भवान् अस्मान् विशेषेण मां, भवान् अस्मान्. अस्तु, अवगच्छामि. अस्माकं सर्वेषां विषये अपि अस्ति, किन्तु विशेषतः मम विषये अहं वदामि. अस्मान् किन्तु विशेषेण मां रक्षनेव भवति इति तत् सा तु तत्र विशेषतः वक्तुमिच्छति यत् अस्मान् इति तु अस्ति एव, किन्तु विशेषेण मां. कामा नास्ति, यथा भवान् उक्तवान् पास् करोति चेत् कामा आसीत् अवगम. महोदय, अत्र पितृश्वसः कुन्ती कृष्णः कुन्तीं प्रति मम तु जानामि, मया तु जानामः, जानामि कपितृश्वसः के के किन्तु कुन्ती पितृश्वसः पितृश्वसः कृष्णः भगिनी भवत्याः तादृशः पापदः पापतन्त्यः एव सन्ति. कथम् अहं श्वसन् ताः उपेक्ष्ये? इदं तु मम लघु कर्तव्यम्. अस्तु, कृष्णः वदति भगिनी भवत्याः तादृश्यः आपदः अपतन्त्यः एव सन्ति. कृष्णः वदति भवती आपदः भवति, आपदः गच्छति. न भवत् अत्र भवत्याः नाम कस्याः? भवत्याः द्रौपदी. द्रौपद्याः, द्रौपद्याः, द्रौपदी भवत्याः. अत्र तादृश्यः आपदः, अत्र प्रथमतया तत्र का विभक्तिकत्वं, किं विभक्तिकत्वम्, अपि च तत्र वचनत्वं किं किम् अस्ति अत्र? भवत्याः षष्टिविभक्ति, एकवचनं, अपि च तादृश्यः तादृश्यः षष्टिविभक्ति एकवचनं. न तादृश्यः अत्र आपदः, आपदः इति आपदः प्रथमविभक्ति. आपदः न जानामि. आपदः प्रथमविभक्ति बहुवचनं. आपद, आपदौ, आपदः. आपदः बहुवचनं. आपतन्त्यः, आपतन्त्यः एकवचनं, बहु नो बहुवचनं प्रथमविभक्ति. सत्यं, लिङ्गं किं? स्त्रीलिङ्गं. तस्य एकवचने किमस्ति? आपतन्त्यः, आपतन्त्यः इत्यस्य एकवचनं किम्? आपतन्ति. आपतन्ति, आपद, आपतन्ति एव अस्ति बहुवचने. आपदः, आपतन्त्यः, नदी, नद्यौ, नद्यः, आपतन्त्यः एव सन्ति. पत् इति धातुः अस्ति, पतति, पतति इति अस्मात् पूर्वम् अकारः लघु इति कृत्वा तत्र न्युमागमः नित्यमस्ति. आपतः, आपतन्त्यः एव सन्ति. इदानीं पुनः चिन्तयामः, इदानीं तादृश्यः इत्यस्य रूपं कीदृशम् अस्ति, वदति वा? सादृश्यः एक प्रथमविभक्ति बहुवचनं तस्य एकवचनं किं स्यात् सादृशी हा लिङ्ग् स्त्रीलिङ्गे तादृशी स्त्रीलिङ्गे तादृशी नदी नद्यौ नद्यः तादृशी तादृश्यौ तादृश्यः तादृश्यः इति कस्य विशेषणम् आपदः भवत्याः तादृश्यः आपदः आपतन्त्यः आपतन्त्यः इति कस्य विशेषणम् अत्र आपदः इति पदं विशेष्यम् अस्ति तस्य विशेषणद्वयम् आपदः इति प्रथमाविभक्तौ बहुवचने स्त्रीलिङ्गे इति विशेष्यं तस्य विशेषणद्वयम् अस्ति तादृश्यः आपतन्त्यः आपदः सन्ति स्पष्टं महोदय एकं प्रश्नः अस्ति आपदः पुल्लिङ्गे एकः प्रश्नः अस्ति आपदः पुल्लिङ्गे अस्ति अत्र परन्तु श्रीलिङ्गशब्दः किं कः प्रश्नः अस्ति बुद्धवान् अस्तु अस्तु महोदय नरेश महोदय अग्रे कथम् अहं श्वसन्तः उपेक्षे श्वसन् श्वसन् अहं सः न उपेक्षे कथम् अहं श्वसन् अत्र अर्थः प्रथमतया द्रष्टव्यः कथम् अहं श्वसन् ताः काः सः प्रथमविभक्ति बहुवचनं ताः काः ताः द्रौपदी अस्ति न द्रौपदी इति न सजीवमहोदय आपदः ताः आपदः ताः आपतः सञ्जीव महोदय तत्र वाक्यं किञ्चित् वदतु अस्य अर्थः कः कथम् अहं श्वसन्ताः उपेक्षे अहं श्वसनं कुर्वम् अतः जीवन् कृष्णः वदति अहं यदा जीवितः अस्मि ताः आपदः कथम् उपेक्षां करोमि इति नाम तत्र ताः तत्र ताः आपदः अत्र कथं तत्र उपेक्षां कर्तुं शक्नुयाम् इति अर्थः क्षम्यतां श्वसन् अर्थ किम् तत्र वायुः अस्ति खलु श्वसति नाम जीवति इति अर्थः यस्य श्वासः तत्र श्वासविश्वासः अस्ति तत्र जीवनमस्ति खलु इति अर्थः यावत् अहं जीवामि तावत् कथं विस्मर्तुं शक्नुयां भवतां तत्र कष्टं यत्र यत्र आपद् इत्युक्ते कष्टं, कथं विस्मर्तुं शक्नुयां? तत्र भवितुमेव नार्हति. यावदहं जीवामि तावत् अहं रक्षन् भवामि. सम्यक् अस्ति. कथम् अहं श्वसन् ताः अत्र ताः इत्यस्य का विभक्तिः? प्रथमाविभक्तिः वा? तत्र सुब्रह्मण्य महोदय वदतु. द्वितीयविभक्ति बहुवचनं महोदय. अहं ताः उपेक्षे अस्ति अत्र. खलु कर्मपदं नरेश महोदय, कृते कर्मपदमस्ति खलु? उपेक्षे इत्यस्य उपेक्षे ताः उपेक्षे. स्पष्टं वा? स्पष्टं. अहं ताः उपेक्षे नाम सा ते ताः तां ते ताः. ताः अपि द्वितीयविभक्तौ अस्ति. अस्तु, समीचीनमस्ति. तर्हि अग्रे गच्छेम. उपेक्षते. अस्तु अग्रे, पद्मा भगिनी अग्रे. अस्तु. धर्मराजः, कृष्ण एतावन्ती विश्वव्यवहारकार्याणि कुर्वन् अपि भवान् कथं न लिख्यते? धर्मराज वदति, कृष्ण विश्वव्यवहारकार्यं कुर्वन् भवान् सर्वदा न उपेक्षते, विलम्बनं न करोति. न न, वाक्यस्य अर्थः न स्पष्टं सम्यक्तया न उक्तः. कुर्वन् शस्तन्तरूप रूपमस्ति अत्र. किन्तु भवान् कथं न लिप्यते? लिप्यते इत्युक्ते विलम्बनं न करोति. न न न न न, अत्र लिप्यते इत्यस्य तादृश अर्थः नास्ति. भवान् कथं न लिप्यते? लिप्यते रत्नेश महोदय, तत्र अस्ति वा भवान् वक्तुमिच्छति वा? अलक्ष्यं न करोति. लिप्यते इति अर्थं न आसक्तं भवति. आसक्तं न भवति. नाम प्रभावितं नाम तत्र प्रभावितं खलु. प्रभावितं नाम वयं जानीमः खलु, यदा वयं कर्म कुर्मः जीवने तदा किं सामान्यतया किं भवति? कर्म, यः कोऽपि कर्म करोति तत्र पद्मा भगिनी एतत् सर्वं जानाति खलु. कर्मणः करणेन किं भवति सामान्यतया जीवने? प्रभावितम् इत्युक्ते भवत् स्वस्यैः शब्दैः वदतु. तटस्थे भवितुम् अर्हति, परन्तु किं भवितुम् अर्हति? तटस्थे न प्रभावितुं भवितुम् अर्हति. नाम कर्मफलं भवति न वा? कर्मफलं न इच्छतुम् अर्हति, न इच्छतम्. हा, नाम लिप्यते इति लेपनं खलु, लेपनं. आं महोदय, अवगच्छति खलु तत्र मनसः तत्र मनसः लेपनं मनसि लेपनं भवति मनसि न भवितुमर्हति नाम वर्णः खलु वर्णः मनसः मनः तत्र वर्णितः भवति तत्र कृष्णवर्णः रक्तवर्णः तत्र नाम मनः रञ्जितं भवति खलु स्पष्टमस्ति वा तर्हि पुनः आरम्भतः वदतु भवन्तः विश्वव्यवहार कार्याणि कुर्वन् भवान् तत्र फलं न कुर्वन् स्वीकरोति हा हा हा न स्वीकरोति न प्राप्नोति कथं न प्राप्नोति कर्मफलं कथं वा न प्राप्नुयात् नाम तस्य कर्मणः प्रतिक्रिया मनसः उपरि कथं वा न स्यात् इति अर्थः खलु स्पष्टमस्ति अस्तु मीना भगिनी अग्रे कृष्णः आर्य भवन्तः सर्वेपि अनेकानि साधारणकार्याणि कुर्वन्तः सन्तः तेषु न लिप्यन्ते विशेषकार्येषु संलग्नतः लिप्यन्ते इव भवन्ति एवमेव अहमपि कुर्वन्तः सन्तः तदपि अनुभवन् अस्ति इति तादृशमस्ति वस्तुतः दोषः नाम कुर्वन्तः सन्तः इत्यनेन तत्र द्विवारम् उक्तमस्ति तत्र अस्य कथनेन इतोपि किञ्चित् अर्थं संयोजितमिति इति नास्ति कुर्वन्तः इति पर्याप्तमासीत् कुर्वन्तः सन्तः इति तत्र द्विवारं तदेव उक्तमस्ति नाम यत्र यः किमपि करोति यः करोति तत्र तस्य अस्तित्वं तु अस्ति किल खलु नाम अस्धातुः इत्युक्ते सत्तायाम् अस्ति सत्ता अर्थे अस्धातुः अस्ति कुर्वन् यः कोऽपि किमपि करोति यः कर्ता अस्ति तस्य अस्तित्वम् अस्ति न वा मीना भगिनी आम् अस्तित्वं तु अस्ति खलु अस्तित्वम् अस्ति नास्ति चेत् कार्यं न कुर्वन् शक्नोति अतः सन्तः इति अस्य वस्तुतः कथनस्य न कापि आवश्यकता तदेव अनुभवन् अस्ति रक्षन् अस्ति इति अस्ति इति अस्ति अस्ति सत्यं साधारणकार्याणि कुर्वन्तः तेषु इति पर्याप्तमस्ति तर्हि अत्र आहत्य वदतु भवन्तः भवन्तः सर्वे अपि कार्याणि कुर्वन्ति साधारणकार्याणि कुर्वन्ति विशेषकार्याणि अपि कुर्वन्ति साधारणकार्याणि कुर्वन्ति चेत् तेषु न मनसि न आसक्तिः भवति परन्तु विशेषकार्याणि कुर्वन्ति चेत् किञ्चित् मनविकारं भवति अहम् अपि तदेव अस्मि इति कृष्णः वदति अहमेव तथैव तदेव तथैव समीचीनमस्ति विशेषकार्येषु संलग्नतः अत्र धातुः अस्ति लग् धातुः तत्र लगति इति अस्ति वस्तुतः तत्र अतीवसाधारण शब्दः अस्ति हिन्दीभाषायां, ये हिन्दी जानन्ति तत्र लक्ता है, लक्ता है अस्मात् आगतमस्ति अत्र संलग्नतः, अत्र साधारणशब्दः संस्कृतभाषायां नास्ति, स हिन्दीभाषायाम् अतीवसाधारणं जातमस्ति. संलग्नतः लग् धातुः अस्ति, लग् धातु तत्र लगत् इति नाम संयुक्तः इति अर्थः. विशेषकार्येषु संयुक्तः संलग्नतः लिप्यन्ते. स्पष्टमस्ति? अस्तु, अग्रे सुब्रह्मण्यमहोदय अग्रे. भीमः निर्लिप्ततां साधयितुं कथं शक्नोमि? यतः अहं यत्किञ्चित् कार्यं विदधत् अपि कौरवाणां विषये क्रोधं त्यक्तुं न शक्नोमि. अत्र निर्लिप्ततां साधयितुं कथं शक्नोमि इति अस्ति. अत्र कृष्णः वदति अहं कर्मसाङ्गत्यं न अनुभवामि इति वदति, तथा कथं साधयितुं शक्नोमि इति भीमः वदति. अत्र अनन्तरं यतः अहं किञ्चित् कार्यं निर्लिप्ततां इति शिका विभक्तिः निर्लिप्ततां साधयितुं निर्लिप्ततां साधयितुं अत्र निर्लिप्ततां अत्र द्वितीया विभक्तिः अस्ति महोदय. हा सत्यं, समीचीनं. मूलरूपं किं? निर्लिप्तता. हा सत्यम्, अत्र निर्लिप्त निर्लिप्त इति कृतान्तरूपम् अस्ति. कार्यं कृतं, पुस्तकं पठितं, निर्लिप्त तस्य भावः इदानीं तल् प्रत्ययः, तल् प्रत्ययः यथा सुन्दरता, अत्र निर्लिप्तता इति अस्ति, तस्य द्वितीयन्तम् अस्ति. सत्यं, निर्लिप्ततां साधयितुं कथं शक्नोमि. अस्तु अग्रे. यतः अहं यत्किञ्चित् कार्यं विदधद् अपि, अत्र विदधद् अत्र धा धातुः खलु महोदय? सत्यं, वि उपसर्गपूर्वकः धा. इत्युक्ते किमपि कार्यं करोमि, कुर्वन् अस्मि, करोमि इति, किञ्चित् अपि कार्यं करोमि, कौरवाणां विषये क्रोधः त्यक्तुं न शक्नोमि. इत्युक्ते भीमः यः क्रोधभावः अस्ति कौरवाणां विषये, तत्तु सः न त्यक्तुं शक्नोति. यत्किमपि कार्यं करोति, किञ्चित् कार्यं करोमि, कौरवाणां विषये क्रोधं शक्तुं न शक्नोमि. अत्र भीमः वदति कर्मसाङ्गत्यं कथं त्यजामि, तत्तु किञ्चित् क्लेशः अस्ति. यत्किमपि कार्यम् अहं करोमि, अहं कौरवाणां विषये यः क्रोधः अस्ति तत्तु न त्यक्तुं शक्नोमि इति सः वदति. समीचीनमस्ति. अन्ततो गत्वा अत्र विदधत् इति कीदृशरूपमस्ति? अत्र विधा धातुः अस्ति, अत्र दधाति इति प्रथमपुरुषे एकवचनं, दधति दधति इति बहुवचन प्रथमपुरुष लट्लकाररूपं, दधत् इति शत्रन्तरूपमस्ति. अत्र प्रश्नद्वयमस्ति, अत्र प्रश्नद्वयं भूष्पा भगिनी एकनिमेषः. प्रथमतया नुमागमः, तत्र अत्र लिङ्गं किम् अत्र अस्ति? अत्र लिङ्गं पुल्लिङ्गशब्दः महोदय. अत्र भीमः वदति अहं विदधत्. अत्र धा धातुः अस्ति. अत्र जुहोत्यादिगणे अत्र सर्वनामरूपी इत्यस्य प्रसक्तिः न भवति. अत्र अन्यसूत्रमस्ति, इदानीं न स्मरामि, परन्तु अत्र अभ्यस्ति सर्वनामसंज्ञा. अत्र तस्य प्रसक्तिः न भवति. सर्वनामस्थानसंज्ञा तस्य प्रसक्तिः न भवति पुल्लिङ्गविषये अपि च नपुंसकलिङ्गविषये. तत्कारणात् अत्र दधत् एव पुल्लिङ्ग मूलपदमस्ति, प्रथमाविभक्तौ एकवचनरूपमस्ति, तथा एव नपुंसकलिङ्गे अपि. विकल्पेन बहुवचने एव नकारः अस्ति महोदय. अपि च तकारस्य स्थाने दकारः कथं जातः? तत् प्रश्नः आगतं श्वः अपि महोदय. यः अपि अहम् अत्र चिन्तयामि, अत्र न जानामि महोदय. अत्र तत्र सञ्जीवमहोदय किञ्चित् सहायं करोतु, भवान् एव जानीयात्. सन्धिः अस्ति. अग्रिमे पुस्तके विषयः यास्यति. अत्र जष्ट्वसन्धिः अस्ति, विदधत्, तकारस्थाने दकारः इति भवति. अग्रिमे पुस्तके एतत् सर्वम् आगच्छति. अत्र सन्धिः सन्धिः इति तत्र तकारस्य स्थाने जष्ट्वसन्धिः अस्ति. अत्र अस्ति महोदय. अत्र तु दकारः आयाति, चन्दनात् तु पञ्चमी न चतुर्थीविभक्ति अस्ति, तत्तु सन्ध्यनात् दकारः आयाति. तत्र प्रश्न आगच्छन् श्वः. न जानामि, ईमेल् माध्यमेन किञ्चित् प्रेषयतु. न आगच्छामि. किं किमस्ति अत्र तकारस्य स्थाने दकारः अस्ति, किन्तु अत्र स्पष्टमस्ति, समयः जातः, किन्तु अत्र जष्ट्वसन्धिः अस्ति अकारस्य प्रभावेन. दकारस्य तत् पदान्ते अपि भवति, तत्र अकारस्य प्रभावेन अपि भवति. तत्र विदधदपि इति अस्ति, वस्तुतः विदधदपि. अत्र एक प्रश्नमस्ति महोदय. धा धातुः टु प्लेस् आर् टु होल्ड्, अत्र करोमि कुत्र अस्ति? न तादृशं करोति, तादृश अर्थः अपि भवति. तादृशं नाम पर्फार्म् इति तादृश अपि अर्थः अस्ति खलु. तत्र उपसर्गपूर्वकधातुः अस्ति. अस्तु, बहु समीचीनम् अस्ति. इतः अग्रे गच्छेम अग्रिमे सप्ताहे. तर्हि सर्वे अग्रे किञ्चित् पठन्तु, अनेन विरमाम. तर्हि धन्यवादः सर्वेषां. नमस्कारः. धन्यवादः. धन्यवादः. अस्तु.